अस्तु भगिनि, धन्यवादः. इतोपि अस्माकम् अवधिविषयकचर्चा अनुवर्तते अस्मिन् वर्गे अपि. एतावता अस्माभिः दृष्टं यत् चतुर्षु स्थलेषु कथम् अवधिः भासते. सर्वेषु स्थलेषु नियमेन भासते वा? कुत्र अस्ति अवधित्वं? सावधिकपदार्थाः के इति सर्वं दृष्टम् अस्माभिः. तस्मिन् विषये अवधिः सर्वदा भासते वा चतुर्षु स्थलेषु? भेदस्थले, पृथक्त्वस्थले, संयोगस्थले अपि च विभागस्थले कथं भासते? यत् स्वाभावेन अवधेः उल्लेखः भवति तत्र नियता अवधिकत्वम् इति वयं दृष्टवन्तः. भेदपृथक्त्वयोः स्थलयोः एव तत्र भासमानं भवति अवधेः भासमानं भवति सर्वदा नियमेन भवति. परन्तु विभागस्थले वा संयोगस्थले प्रतीतिवशात् एव तस्य भासमानं भवति, सर्वदा नियमेन न भासते. यतोहि संयोगस्थले वा विभागस्थले स्वभावेन उभयत्र भवति इत्यस्मात् कारणात् अवधिः कुत्र, अवधिः अस्ति वा न इति प्रश्नः एव न उदेति. परन्तु अस्माकं प्रतीतिवशात् कस्मिंश्चित् विभागः भवति, कस्मिंश्चित् संयोगः भवति चेत् अपरस्मिन् अवधिः अस्ति इत्यस्य ज्ञानम् उदेति अस्माकं मनसि. तस्य नामकरणम् अस्ति नियता अवधिकत्वम् इति. यत्र नियमेन अवधिः भासते तस्य पदार्थस्य नियतावधिकत्वम् इति वयं वक्तुं शक्नुमः. अग्रे निखिलावधिकत्वम् इत्युक्ते किम् इति अस्माभिः दृष्टम्. सावधिकपदार्थस्य आश्रयं विहाय जगति स्थितेषु द्रव्येषु अवधित्वम् अस्ति चेत् तस्य पदार्थस्य निखिलावधिकत्वम् अस्ति इति वक्तुं शक्नुमः. केषां पदार्थानां निखिलावधिकत्वं वयं इदानीं पश्यामः. सारांशरूपेण वदामि, पृथक्त्वस्थले द्रव्यपरम्परायां ये अवयवाः सन्ति तान् विहाय सकलेषु द्रव्येषु अवधित्वम् अस्ति. अवयवावधिकपृथक्त्वं नास्ति इत्यस्मात् कारणात् पृथक्त्वे निखिलावधिकत्वं नास्ति, अथवा आश्रय अवयव अवधिकत्वात् पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति दृष्टवन्तः. तर्हि पृथक्त्वे किं किम् अस्ति? पृथक्त्वे पृथक्त्वस्य निखिलावधिकत्वम् नास्ति इति वयं जानीमः. परन्तु पृथक्त्वे अनेकावधिकत्वम् अस्ति, न तु निखिलावधिकत्वम्. पृथक्त्वे अनेकावधिकत्वं चेत् भिन्नद्रव्यावधिकपृथक्त्वं कथं भिद्यते? पटावधिकपृथक्त्वं घटे, पुस्तकावधिकपृथक्त्वं घटे, वृक्षावधिकपृथक्त्वं घटे. एतैः वाक्यैः कथं वयं जानीमः यत् पृथक्त्वं भिन्नाः, पृथक्त्वं भिद्यते वा इति? अवधिभेदेन न भिद्यते, अपि तु आश्रयभेदेन एव इति अपि वयं दृष्टवन्तः. आश्रयः एव पृथक्त्वस्य अवच्छेदकः. पृथक्त्वं तु एकम् एव, अवधयः तु बहवः भवन्तु, परन्तु आश्रयभेदेन एव पृथक्त्वं भिद्यते. संयोगस्थले अपि द्रव्यपरम्परायां स्थितानाम् अवयवानां द्रव्येण संयोगः न जायते इति वयं जानीमः, घटकपालयोः संयोगः कदापि न भवति इति. अवयवान् विहाय सकलावधिकसंयोगः द्रव्ये भवितुम् अर्हति. अतः संयोगे अपि निखिलावधिकत्वं नास्ति. अवयवान् विहाय सकलावधिकसंयोगः भवति अस्मिन् द्रव्ये इत्यस्मात् तस्मिन् संयोगे निखिलावधिकत्वं नास्ति. विभागस्थले किं भवति? संयोगनाशकगुणः विभागः इति सूत्रमस्ति. अनेन इति किमपि वाक्यमस्ति, अनेन संयोगस्य आश्रय अवधिकत्वं विभागे अपि वर्तते. संयोगेन सदृशं विभागस्थले अपि निखिलावधिकत्वं नास्ति. अस्तु, इदानीम् इतोपि चर्चा भविष्यति अस्मिन् विषये. एतावत् प्रश्नः अस्ति वा, सन्देहः वा, प्रश्नः अस्ति वा? सर्वं स्पष्टं खलु? अस्तु, केन आगतं सद्य? लक्ष्मी अस्मि अत्र. आम्, नमस्ते भगिनी. अन्य कोऽपि अस्ति वा? वर्धिनी अस्मि. आम्, नमस्ते भगिनी. नमस्ते. अस्तु, तर्हि करपत्रात् अत्र प्रश्नः उदेति इत्यस्मात् आरभ्य पठ्यते. सावित्री भगिनी पुनः पठति वा, अन्य कोऽपि अहं पृच्छामि वा? अन्य कोऽपि पृच्छतु भगिनी, नो चेत् अहं सिद्धा अस्मि, परन्तु आम् आम् आम्. तर्हि सरला भगिनी पठति वा प्रश्न इति अस्मात्? अत्र प्रश्न उदेति अवधिभेदेन पृथक्त्वं न भिद्यते चेत् अवधेवदनस्य का आवश्यकता? अपि च अवधिभेदेन पृथक्त्वं न भिद्यते चेत् किमर्थं तर्हि वदामः यत् यावत् अवधिं न वदामः तावत् शब्दबोधः न जायते? स्मरतां केचन शब्दाः साकङ्क्षाः, तेषां स्वातन्त्र्येण भानं न भवति. यथा पिता, पिता इत्यस्य वदनेन मनसि आयाति पुत्रः कः, कश्चन पुत्रः स्यात्, स च पुत्रः कः इति विशेषजिज्ञासा नास्ति, सः अपेक्ष्यते तावदेव. एवमेव पृथक् इत्यस्य वदनेन कस्मात् इति मनसि प्रश्नः भवति. अत्र ध्येयं यत् पृथक् यस्मात् तस्मात् अपि भवतु, नाम कस्माच्चित् भवेत् तावदेव. यस्मात् पृथक् सः कः इति न मुख्यं, कोऽपि स्यात् तावत् एव, यतो हि पृथक् इति साकाङ्क्षशब्दः. पृथक् तावत्पर्यन्तं किञ्चित् वाक्यशः पठित्वा प्रतिपादयतु भगिनि. आम्, अतः प्रश्नः वदति अवधिभेदेन पृथक्त्वं न भिद्यते चेत् अवधिवदनस्य का आवश्यकता? अत्र पूर्वम् वयं दृष्टवन्तः पृथक्त्वं गुण अस्ति, तत् गुणद्रव्यं न भिद्यते, अवधिभेदेन अपि न भिद्यते. तत्र वयं कथं अवधि सम्यक् न श्रुतम्. अवधिभेदेन न भिद्यते, केन भिद्यते? आश्रय पृथक् तस्य आश्रय आश्रयभूत विद्यते, आश्रयेण भिद्यते. किं भिद्यते, किं भिद्यते आश्रयेण? पृथक्त्वम् आश्रयेण भिद्यते. सम्यक्. अवधिभेदेन पृथक्त्वं न भिद्यते, तर्हि वयं कथम् किम् अवधि वदामः? यदि अहं वयम् अवधि न वदामः तस्य शब्दबोध प्रतीति न जायते. इत्युक्ते यद्यपि यदि वयं वदामः घटः पृथक् तस्य किम् अर्थं नास्ति. कथं कि तस्य आकाङ्क्षा जायते मनसि कस्मात् पृथक् अस्ति तस्य प्रतीतिकारणम् एतत् आवश्यकं वयं वदामः कस्मात् घटः पृथक् अस्ति. उदाहरणं घटपटात् पृथक् अस्ति, वृक्षात् पृथक् अस्ति इत्येव. एतत् साकाङ्क्षा मनसि भवति तत् अवधि केचन शब्दसाकाङ्क्षा एत् शब्दसाकाङ्क्षा साकाङ्क्षाशब्दाः भव सन्ति तेषां स्वातन्त्र्येन भानं भवति. तस्य उदाहरणं समान अस्ति यदि कः पुत्रः अस्ति तस्य पिता कः अस्ति एतत् वयं जानीमः इच्छन्ति इच्छामः इति जिज्ञासा मनसि भवति. एवमेव पृथक्त्वे अपि एतत् जिज्ञासा भवति कस्मात् पृथक् अस्ति. एवमेव पृथक् इत्यस्य वदनेन कस्मात् मनसि प्रश्नः भवति. अत्र ध्येयं यत् पृथक् यस्मात् कस्मात् अपि भवतु नाम कस्माचित् भवेत् तावदेव. यस्मात् पृथक् स कः इति न मुख्यं, कोऽपि स्यात् तावदेव, यतोहि पृथक् इति साकाङ्क्षशब्दः. समीचीनं. साकाङ्क्षशब्दः इत्यस्मात् कस्मात् पृथक् इति वदनीयं भवेत्. अस्तु, अग्रे सभ्यसाक्षी महोदय. आं भगिनि, पृथक्त्वव्यवहारे भूतलावधिकम् एव वा अथवा घटावधिकम् एव वा इति जिज्ञासा न भवति. कोऽपि अवधिः स्यात्, कः इति महत्त्वपूर्णं नास्ति. अवधिमात्रस्य जिज्ञासा कः अवधिः इति अत्र सारस्यं नास्ति. पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति न क्लुप्तम्. यः न्यायक्लुप्तं यः न्यायशास्त्रं न जानाति सः अपि कथं व्यवहरति. भूतलं घटात् पृथक् इत्यादिकं व्यवहरति. भूतलं पृथक् इति न कोऽपि व्यवहरति. अतः शास्त्रेण व्यवहारः न नियम्यते, व्यवहार उपपाद्यते. पृथक्त्वस्य यः स्वभावः सः सावधिकः इत्यस्मात् अवधिना सह एव बुध्यते. अतः निष्कर्षः इत्यर्थं घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्तं घटविशिष्टम्. इदानीं पङ्क्तिसहितं पठामि. पृथक् व्यवहारे भूतलावधिकम् एव वा अथवा घटावधिकम् एव वा इति जिज्ञासा न भवति. कोऽपि अवधिः स्यात्, कः इति महत्त्वपूर्णं नास्ति. हा, इदानीं घटे पृथक्त्वमस्ति. घटः भूतलात् पृथक्, एवम् अन्य पुस्तकात् पृथक् अथवा वृक्षात् पृथक् इति पृथक्त्वव्यवहारे इति पृथक्त्वं तु एकमेव, घटे एव अस्ति. परन्तु इदानीं कोऽपि अवधिः स्यात् इत्युक्ते वृक्षः स्यात्, पुस्तकं स्यात्, पटः स्यात् इति महत्त्वपूर्णं नास्ति. इति अवधिभेदेन पृथक्त्वं जायते तत्र घटे। अवधिमात्रस्य जिज्ञासा कः अवधिः इति अत्र सारस्यं नास्ति इति आह्वानं नास्ति इत्युक्ते घटे पृथक्त्वम् अस्ति। अवधिमात्रस्य जिज्ञासा इत्युक्ते कः अवधिः अत्र सारस्यं नास्ति। पृथक्त्वव्यवहारे अवधिः नियमेन जायति इति तु क्लृप्तम् इत्युक्ते अवधिः तु नियमेन भासते तत्र यथा वयं प्रतीतिः वदामः तत् घटः पटात् पृथक् इत्युक्ते कस्मात् पृथक् इत्युक्ते अवधिः तु भासते सर्वदा वयं नियमेन इति वयं जानीमः। यः न्यायशास्त्रं न जानाति सः कथं व्यवहरति? यः इदानीं मनसि चिन्तयामः यः कोऽपि न्यायशास्त्रं न जानाति तर्हि सः कथं व्यवहरति एतत् पृथक्त्वं भूतलं घटात् पृथक् इत्यादिकं व्यवहरति इति भूतलं कस्मात् पृथक् इत्यादिकं व्यवहरति। भूतलं पृथक् इति न कोऽपि व्यवहरति न कोऽपि वदति इति भगिनी यत् पठितं तत्र उदाहरणम् उपरि आसीत् इति पिता वदनेन मनसि आयाति पुत्रः कः अथवा भूतलं पृथक् इत्युक्ते न कोऽपि वदति कस्मात् पृथक् इति मनसि प्रथमे प्रश्नः उदेति तत्र तर्हि अतः शास्त्रेण व्यवहारः न नियम्यते व्यवहारः उपपाद्यते। उपपाद्यते भगिनी अहम् अर्थं न जानामि इत्युक्ते तत्र उपजायते प्रविशति व्यवहारे एतत् प्रविशति खलु व्यवहारे एव तस्मात् पृथक् इति जायते समीचीनं तादृशं प्रयोगः अस्ति व्यवहारे। पृथक्त्वस्य यः स्वभावः सः साबधिकः इत्यस्मात् अवधिना सह एव बुध्यते इत्युक्ते तत्र अवधिः तु भासते सर्वदा एव तर्हि पृथक्त्वस्य यः स्वभावः सः सावधिकः इति अवधिना कः अवधिः इति एव बुध्यते इत्युक्ते तत्र वयं जानीमः अवधिः कः यथा पृथक्त्वं पृथक्त्वस्य व्यवहारः अस्ति तर्हि इत्युक्ते अस्माकं सारांशः कः इति अन्तिमवाक्ये दत्तमस्ति। घटे भूतलावधिकपृथक्त्वम् अस्ति अथवा पटावधिकपृथक्त्वम् अस्ति पुस्तकावधिकपृथक्त्वम् अस्ति एतत् सर्वं अवधयः सन्ति परन्तु इदं सर्वम् एकमेव पृथक्त्वम् अस्ति घटे तर्हि सर्वम् एकमेव पृथक्त्वं घटविशिष्टम्। अवधिः बहवः अवधयः बहवः सन्ति परन्तु पृथक्त्वं तु एकमेव एवं सः पृथक्त्वं केवलं घटे इति अस्ति। समीचीनम् अस्तु पूर्वस्मिन् वाक्ये इत्युक्ते त्रीणि चत्वारि वाक्ये पूर्वं पृथक्त्वव्यवहारे भूतला अवधिकम् एव वा अथवा घटावधिकम् एव वा इति जिज्ञासा न भवति कोऽपि अवधिः स्यात् कः इति महत्त्वपूर्णः नास्ति। एतत् पूर्वस्मिन् वाक्ये यत् उक्तं तत् तस्मात् किञ्चित् विपरीतं खलु किमर्थं चेत् पृथक् इति साकाङ्क्षशब्दः इति दत्तं यदि साकाङ्क्षशब्दः चेत् कः अवधिः कस्मात् पृथक् इति तु अवश्यमेव इति जिज्ञासा भवति एव अत्र अवधिः कः इति तस्य जिज्ञासा नहि, किन्तु कस्मात् इति तत् ज्ञातव्यं खलु। अवगमनं सम्यक् वा न? सम्यक् एव। कस्मात् पृथक् इति जिज्ञासा वा आकाङ्क्षा भवेत्, परन्तु वृक्षात् पृथक्, वृक्षात् पुस्तकं पृथक् इति वदामश्चेत्, ओ वृक्षात् वृक्षादेव पृथक् वा, पुस्तकात् न पृथक् वा, फलात् न पृथक् वा इति एतादृशाः प्रश्नाः न प्रायः भवेयुः खलु। तदेव अस्मिन् वाक्ये भूतलावधिकम् एव वा घटावधिकम् एकः अवधिः एव वा, बहवः अवधयः सन्ति वा, तादृशाः प्रश्नाः न आयन्ति, केवलं कस्मात् पृथक् इत्येव। अस्तु, आम् आम्। जिज्ञासा तु अवधिविषये एव, अवधि कस्मात् पृथक् सरलरूपेण केवलं तदेव। अग्रे सन्ध्या भगिनी। तदर्थम् उपर्युक्तं यत् पृथक्त्वे अनेकावधिकत्वं वर्तते, घटे विद्यमानं पृथक्त्वम् एकमेव, अवधयः च बहवः। घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, असङ्ख्याः अवधयः सन्ति। तत्तन्निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यद् वा न अन्यद्? इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकमेव। अग्रे अपि पठतु भगिनि। नो चेत् अवधिभेदेन यदि पृथक्त्वं भिद्येत, तर्हि घटे अनेके पृथक्त्वगुणाः स्युः, प्रत्येकं च पृथक्त्वस्य एकः एव अवधिः इति स्यात्। किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति। गुणः अवच्छिद्यते भिद्यते तदाश्रयभूतद्रव्येण, न तु अवधिभेदेन। तर्हि उपरि उक्तमस्ति वाक्यं, पृथक्त्वे अनेकावधिकत्वम् अस्ति इति। तत्र घटे यत् पृथक्त्वं विद्यते तद् एकमेव अस्ति, तस्य पृथक्त्वस्य अवधयः बहवः सन्ति। इत्युक्ते तत्र घटः, उदाहरणार्थं तत्र घटः भूतलात् पृथक् इति स्वीकुर्मः चेत्, घटे यत् पृथक्त्वम् अस्ति तस्य अवधिः अस्ति भूतलं। घटः पटात् पृथक् इति वदामश्चेत्, घटे यद् पृथक्त्वम् अस्ति तस्य अवधिः अस्ति पटः, तथैव पुस्तकस्यापि, तत्र पुस्तकम् अवधिः अस्ति घटे विद्यमानस्य पृथक्त्वस्य। तर्हि तत्र पृथक्त्वं यद् अस्ति घटे तद् एकमेव अस्ति, तत्र अवधयः तु बहवः सन्ति, तत्र कियन्तः अपि अवधयः भवितुम् अर्हन्ति तत्र। तर्हि तत्तन्निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यद्वा इत्युक्ते, तत्र भूतलनिरूपितं पृथक्त्वं यदस्ति तद् भिन्नम् अस्ति वा, पटनिरूपितं पृथक्त्वं यदस्ति तद् भिन्नम् अस्ति वा घटे इति प्रश्नः आगच्छति चेत् उत्तरमस्ति तथा नास्ति, पृथक्त्वं तु एकमेव अस्ति, यद् एकमेव पृथक्त्वं घटे अस्ति तद् एकमेव अस्ति। इत्युक्ते अवधिभेदेन पृथक्त्वं न भिद्यते, तत्र अवधेः कारणेन भेदः न भवति पृथक्त्वे। यदि तथा अस्ति तर्हि घटे अनेके पृथक्त्वानि स्युः, पृथक्त्वगुणाः स्युः, परन्तु तथा नास्ति। प्रत्येकं च पृथक्त्वस्य एकः एव अवधिः इति स्यात्। तर्हि यदि अनेकानि पृथक्त्वानि इति सन्ति इति यदि स्वीकुर्मः घटे, तर्हि एकस्य पृथक्त्वस्य एकः अवधिः, तथैव द्वितीयपृथक्त्वस्य द्वितीयः अवधिः इति स्यात्। परन्तु तथा नास्ति, पृथक्त्वम् इति गुणः अस्ति, गुणत्वम् अस्ति पृथक्त्वे, तर्हि गुणत्वकारणेन पृथक्त्वं गुणः अस्ति तत् एकमेव अस्ति। गुणः अवधिभेदेन न अवच्छिद्यते, परन्तु तस्य आश्रयभूतद्रव्येण एव अवच्छिद्यते. समीचीनं, तदेव अस्तु. अग्रे लक्ष्मी भगिनी. आम् पठामि. किञ्च यद्यपि घटे भूतल अवधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं नाम यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न विद्यते, तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं विद्यते. वाक्यशः तदनन्तरं प्रतिपादयतु. अस्तु, कथम् इति उच्यते घटे यत् पृथक्त्वं तत् किं किम् अवधिकं, घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे जगति यावन्तः पदार्थाः तत्सर्वावधिकं पृथक्त्वं घटे भवति, तेषु अवधिभूतपदार्थेषु पटः वर्तते वा? आम् वर्तते एव. इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्येम. वदतु भगिनि. आम् अस्तु अस्तु. घटे घटे अनेक अवधिकपृथक्त्वं सन्ति, यत्र भूतल अवधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इत्यादि. इदं सर्वं पृथक्त्वं घटे अस्ति, यद्यपि अनेक अवधिकपृथक्त्वं घटे अस्ति, घटे यत् पृथक्त्वम् अस्ति तत् एकमेव, तत् द्रव्यस्य आश्रयभूतद्रव्यस्य विशेषम्. अतः पृथक्त्वम् अवधिभेदेन न विद्यते, किन्तु सो घटे विद्यमानपृथक्त्वम् अवधिभेदेन तु न विद्यते, केवलम् आश्रयभूत द्रव्यात् विद्यते. किन्तु यद्यपि अवधिभेदेन न विद्यते, अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं विद्यते. इदानीम् उदाहरणं पश्येम. अत्र घटे यत् पृथक्त्वं अस्ति घटे तत् किं घटे यत् पृथक्त्वं तत् किं किम् अवधिकं, घटे यत् पृथक्त्वम् अस्ति तत्र के के अवधिकाः कानि अवधिकानि सन्ति इति प्रश्नः अस्ति चेत् तत्र घटं विहाय, घटम् इत्युक्ते घटं यस्मिन् देशे व्याप्य भवति व्याप्यते तत् देशं तं देशं विहाय जगति तत् जगति ये ये पदार्थाः सन्ति तानि तेषु पदार्थेषु अवधिकाः घटपृथक्त्वे सन्ति, घटपृथक्त्वे समुदाय अवधिसमुदाय के इत्युक्ते घटं विहाय जगति ये ये पदार्थाः सन्ति तेषाम् अवधिकत्वं घटे सन्ति. घटः यत्र व्याप्यते तद्विहाय अन्य अतिरिक्तदेशे ये ये पदार्थाः सन्ति तेषाम् अवधिकत्वं घटपृथक्त्वे सन्ति, तानि ते एव अवधिसमुदायः घटपृथक्त्वस्य अवधिसमुदायः. अनन्तरम् इदानीं पटः स्वीकुर्मः चेत् पटस्य अवधिसमुदायः किम् इति पश्यामः. अस्तु, तेषु अवधिभूतपदार्थेषु पटः वर्तते वा? आम् वर्तते एव. इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्येम. पटपृथक्त्वस्य अवधिनः के इति चर्चा अवसरे तत्र घटघटिताः पदार्थाः अन्तर्भूताः पटघटिताः पदार्थाः न आयान्ति. तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः तत् सर्वावधिकं पृथक्त्वं पटे भवति. अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ. अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम्. अस्तु, इदानीमेव उक्तं घटे घटे घटे विद्यमानपृथक्त्वे अवधिसमुदायः अस्ति. अवधिसमुदायस्य सदस्याः घटं विहाय यादृशदेशे घटं व्याप्यते तद्विहाय ये ये प्रातः जगति सन्ति तेषाम् अवधिकत्वं घटे घटपृथक्त्वे सन्ति इति घट अवधिसमुदाये सन्ति इति दृष्टम्. इदानीं पटे अवधिकत्वं इत्यस्मिन् स्थाने तदावधिकपृथक्त्वम् इति वदतु. पृथक्त्वस्य अवधिकत्वम् इति अस्ति, तेषां पदार्थानाम् अवधिकत्वम् इति न. पदार्थादयः स्पष्टं खलु? तद् अवधिकत्वं तदावधिकत्वं पृथक्त्वे अस्ति इति. आम् अस्तु, तथा अस्तु भगिनि. इदानीं पश्यामः पटे पटस्य अवधिसमुदाये अवधिसमुदाये अवधिनः के सन्ति पटस्य अवधिसमुदाये, पटपृथक्त्वस्य अवधिसमुदाये, क्षम्यताम्, पटपृथक्त्वस्य अवधिसमुदाये के सन्ति इति पश्यामः चेत् तत्र पटं विहाय यत्र यस्मिन् देशे पटं व्याप्यते, पटः व्याप्यते, तत्विहाय जगति यावन्तः पदार्थाः सन्ति तत् सर्वावधिकं पटे पटपृथक्त्वे भवति. अतः पट अवधाय समुदायः पटपृथक्त्वे यः अवधायसमुदायः अस्ति घटपृथक्त्वे यः अवधिसमुदायः अस्ति तयोः मध्ये किञ्चित् भिन्नता अस्ति. अतः अवधिसमुदायभेदेन घटविशिष्टपृथक्त्वम् अपि च पटविशिष्टपृथक्त्वं भिन्नम्. समीचीनं. समुदायभेदेन अत्र स्थाप्यते यत् पृथक्त्वं कथं भिद्यते इति. पदार्थद्वयम् अस्ति चेत् घटविशिष्टपृथक्त्वम् इति एकम् अस्ति, पटविशिष्टपृथक्त्वम् इति अपरम् अस्ति. घटपृथक्त्वस्य अवधिसमुदायः एकः, पटविशिष्टपृथक्त्वस्य अवधिसमुदायः भिन्नः. सामान्यपदार्थाः के, वृक्षः सामान्य इत्युक्ते कामन् इति, तयोः अवधयः ये सामान्याः सन्ति. सामान्याः इत्युक्ते अत्र कामन् इति, तत्र वृक्षः वा पुस्तकं वा किमपि अन्यत् फलं वा किमपि इत्यादयः. परन्तु ये वर्जिताः बहिष्कृताः पटपृथक्त्वे, पटदेशस्य पदार्थाः बहिष्कृताः इत्युक्ते पटः वा पट अवयवाः बहिष्कृताः पटपृथक्त्वे, तादृशमेव घटपृथक्त्वे घटः अपि च घट अवयवाः बहिष्कृताः. तर्हि एतौ समुदायौ सदस्याः भिन्नाः इति स्थापितम् अस्ति. अतः समुदायभेदेन अपि पृथक्त्वं भिद्यते, घटपृथक्त्वं पटपृथक्त्वेन भिद्यते इति. अस्तु, वर्धिनी भगिनी अग्रे पठति वा? आम् आं भगिनि. अतः अवधिसमुदायभेदेन पृथक्त्वा वैलक्षण्यं सिद्ध्यति. प्रत्येकं पृथक्त्वम् अनेकावधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्तस्य भिन्नः अवधिसमुदायः भवति. यतो हि घटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति घटपृथक्त्वस्य अवधिसमुदाये. अपि च पटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति पटपृथक्त्वस्य अवधिसमुदाये. अतः घटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. पटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. अधः किमिति उच्यते, अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिद्ध्यति. प्रत्येकं पृथक्त्वम् अनेक अवधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति. सर्वेषु पदार्थेषु सर्वेषु द्रव्येषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः. पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायेन भिन्नत्वम् अस्ति खलु? आम्, परन्तु पृथक्त्वस्य अवधिसमुदायः इत्युक्ते किम्? अनेक अवधि अवधयः पृथक्त्वस्य अवधयः भिन्नत्वं भवति. अनेक समुदाये घटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति घटपृथक्त्वस्य अवधिसमुदाये. घटम् इति स्वीकरोतु भगिनि. तर्हि वदतु. अन्तर्भूतः इत्युक्ते किम्? अन्तर्भूताः इत्युक्ते ते सन्ति इति. घटस्य अवधिसमुदायः कः? घटस्य घटपृथक्त्वस्य अवधिसमुदायः कः? घटपटात् पृथक् पटात् अवधिः भवति. पटः अवधिः भवति. भिन्नाः अवधयः भवितुम् अर्हन्ति वा? घटपृथक्त्वस्य घटः पटात् अवधयः भवितुम् अर्हन्ति. तर्हि घटपृथक्त्वे भिन्नाः अवधयः भवितुम् अर्हन्ति. तर्हि घटपृथक्त्वस्य अवधिसमुदाये के भवितुम् अर्हन्ति? घटस्य अवधिसमुदाये के घटपृथक्त्वं पृथक्त्वस्य अवधिसमुदाये. घटः इति घटविशिष्टपृथक्त्वम् अस्ति अत्र. पृथक्त्वे घटविशिष्टपृथक्त्वे घटविशिष्टपृथक्त्वस्य अवधिसमुदाये के सन्ति? पटः अस्ति, अन्यत् अन्यपदार्थः, पुस्तकं, वृक्षात् पृथक्, के न सन्ति तत्समुदाये? घटस्य अवयवाः न सन्ति, स्वसम्बन्ध अवयवाः, सम्बन्ध अवयवाः न सन्ति, ते न सन्ति. तर्हि पटपृथक्त्वस्य अवधिसमुदाये पटपृथक्त्वस्य अवधिसमुदाये के सन्ति? घटात् पृथक् अन्यपदार्थः, पटं विहाय घटं विहाय घटः अपि अस्ति तत्समुदाये, वृक्षः अपि अस्ति, पुस्तकमपि अस्ति, सकलाः पदार्थाः सन्ति, परन्तु केचन पदार्थाः न स्युः तत्र पटपृथक्त्वस्य समुदाये, अवधिसमुदाये. के पटपृथक्त्वस्य पटः विहाय उक्तं घटस्य अवयवाः न सन्ति घटपृथक्त्वस्य अवधिसमुदाये, तादृशमेव पटः अपि च पटस्य अवयवाः न सन्ति खलु तत्समुदाये, समुदाये. तर्हि तौ एतौ समुदाय अन्तर्भवन्ति वा अन्तर्भूतः इत्यर्थः स्वसम्बन्धिन पदार्थाः वा अन्तर्भूताः इत्युक्ते तत्र अस्मिन् समुदाये सन्ति वा न इति इन्क्लूडेड् इति तत्र. तर्हि एतौ एकः अवधिसमुदायः अस्ति घटपृथक्त्वस्य अवधिसमुदायः एकस्मिन् पक्षे, अपरस्मिन् पक्षे पटपृथक्त्वस्य अवधिसमुदायः अस्ति. समानता अस्ति वा तयोः? समाना नास्ति. किमर्थम्? भिन्नः अस्ति घटस्य घटः पटात् भिन्नः. के पदार्थाः समानाः एतयोः समुदाययोः? समुदायः भगिनी अत्र पश्यतु भगिनी, एकस्मिन् हस्ते पृथक्त्वस्य अवधिसमुदायः, अन्यस्मिन् हस्ते पटपृथक्त्वस्य अवधिसमुदायः. इदानीं घटपृथक्त्वस्य अवधिसमुदाये के न सन्ति? घट अवयवाः खलु घटः न सन्ति न सन्ति अन्यस्मिन् हस्ते के न सन्ति पटस्य अवयवः पटः अपि पट अवयवाः न सन्ति तर्हि द्वयोः हस्तयोः समान विद्यमानाः पदार्थाः वा भिन्नाः खलु पदार्थाः तदेव अस्ति घटसम्बन्धपदार्थाः सन्ति घटसम्बन्धिता इतिस्मिन् स्थाने घटपृथक्त्वस्य अवधयः सन्ति परन्तु तेषु घट अवयवाः न सन्ति अन्यस्मिन् हस्ते येषु अवधयः सन्ति तेषु पट अवयवाः न सन्ति खलु पटः पट अवयवाः न सन्ति तर्हि एतौ समुदायौ समानौ वा इदानीं प्रश्नः स्पष्टः वा नास्ति न अस्तु सभ्यसाचि महोदय किञ्चित् सहायं करोति वा इदानीं यदा घटे पृथक्त्वम् अस्ति तत्र पृथक्त्वं घटे अस्ति एवम् अवधयः के सन्ति बहवः अवधयः सन्ति तत्र परन्तु घटः एवं घट अवयवाः त्यक्त्वा इत्युक्ते वयम् इदानीं प्रथम वामहस्ते यदि घटं नयामः एवं घटे पृथक्त्वम् अस्ति तत्र तत्र अवधेयः के सन्ति इत्युक्ते घटम् एवं घटस्य अवयवाः विहाय सर्वत्र सर्वे अवधयः सन्ति इत्युक्ते तत् ते सर्वम् अवधिसमुदाय इति वदामः इदानीं दक्षिणहस्ते पटः इति नयामः तत्र अवधिसमुदायः सर्वमस्ति परन्तु पटः एवं पटस्य अवयवाः विहाय अन्यत् सर्वम् इत्युक्ते अवधिसमुदायाः सन्ति तर्हि वामहस्ते यः अवधिसमुदायः एवं दक्षिणहस्ते अवधिसमुदायः तत्तु भिन्नम् इति अस्ति अवगतमस्ति भगिनि अवगतमस्ति इदानीम् अवगतं तर्हि किञ्चित् वदतु भगिनि कथं समुदायौ भिन्नौ इति वदतु घटः एक हस्ते अस्ति पटः अपरहस्ते अस्ति घटः पृथक् इति वदनेन घट अवयवाः घटे अस्ति पट अवयवाः अपरहस्ते पटे अस्ति इदानीम् एकस्मिन् हस्ते घट एकस्मिन् हस्ते एकविध अवधिसमुदायः घटपृथक्त्वस्य अवधिसमुदायः इति स्वीकरोतु आमां घट पृथक्त्वं घटे अस्ति तर्हि पृथक्त्वस्य घटपृथक्त्वस्य अवधयः ये सन्ति ते सर्वे वामहस्ते पटपृथक् अवधयः ये अवयवाः अपरहस्ते सन्ति किं भगिनी पुनः वदतु घटः पृथक् घटं विहाय अन्यपदार्थाः अवधि अवधिपदार्थ पदार्थमस्ति अपरः हस्ते पटः पृथक्त्वं अवधिसमुदायाः भिन्नाः सन्ति. अवधिसमुदायः अस्ति घटस्य अवयव अवधिसमुदायाः पटत्व अवधिसमुदायः भिन्नः. घटपृथक्त्वस्य अवधिसमुदायः यः अस्ति सः पटत्वस्य अवधिसमूहात् भिन्नः भिन्नाः सन्ति. अत्र किञ्चित् चित्ररूपेण वदामः चेत् तत्र किञ्चित् एतादृशं कल्पयतु, चिन्तनं करोतु, वर्तुलाः स्तः, टु सर्कल्स्, तत्र किमपि मध्ये अस्ति, ये ये सामान्याः ते मध्ये अस्ति, इण्टर्सेक्षन् तत्र अस्ति खलु, ते सर्वे वृक्षः, पुस्तकं, फलम् इत्यादयः पृथक् पदार्थाः. हा, परन्तु ये ये अवशिष्टाः बहिः सन्ति एकस्मिन् एकस्मिन् पक्षे पटः पटावयवाः घटपृथक्त्वस्य अवधिसमुदाये. पटपृथक्त्वस्य अवधिसमुदाये बहिः घटः घट अवयवाः, तर्हि भिन्नाः भिन्नौ खलु. एतौ एतौ समुदायौ भिन्नौ इत्येव. इदानीं स्पष्टं वा? आम् स्पष्टम्. वर्तुलचित्रं कल्पयित्वा स्पष्टं करोतु भगिनि. हा, मनसि धन्यवादः. आम् आम्, अग्रे सावित्री भगिनी पठतु भगिनि. आम्, अपि च अपरैः शब्दैः स एव सन्देशः व्यक्तीक्रियते एवं रीत्या. पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण. अपि च अनेन एकं पृथक्त्वम् अवधिभेदेन न भिद्यते. आहत्य पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, न तु एकावधिकत्वम्. अपि च निखिलावधिकत्वम् अपि नास्ति. किमवधिकत्वं नास्ति? पृथक्त्वाश्रय अवयवपरम्परायां परमाणुपर्यन्तं यानि मूर्तद्रव्याणि सन्ति तदवधिकत्वं नास्ति. तेन किं सिद्ध्यति? तद्विहाय ये अवशिष्टाः पदार्थाः तदवधिकत्वं तु अस्ति, किन्तु न निखिलावधिकत्वम्. कस्मात्? आश्रय अवयव अवधिकत्व अभावात्. इदानीं यत् इदानीं दृष्टवन्तः, अवधिभेदेन पृथक्त्वं न भिद्यते, परन्तु अवधिसमुदायभेदेन पृथक्त्वम् अपरपृथक्त्वात् भिद्यते. तदेव अन्यत् रीत्या उक्तमस्ति अत्र. पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण इति. द्वयोः प्रतीतौ अथवा द्वयोः वदनस्य शैली किञ्चित् भिन्नः अस्ति, परन्तु समान अर्थः आयाति. अत्र पृथक्त्वमिति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण इत्युक्ते, यदा इदानीमेव दृष्टम् अस्माभिः, पटः अथवा घटः पटात् पृथक् इति. वामहस्ते घटस्य अवधिसमुदायः अस्ति चेत् तत्र घटस्य अवयवाः अवयवानाम् अवधीनां नास्ति, अवधयः नास्ति. द्वितीयहस्ते यदि पटस्य अवधयः अवधिसमुदायः स्वीकुर्मः चेत् द्वितीयहस्ते पटस्य अवयवानाम् अवधयः न सन्ति. प्रथम उदाहरणं यत् वर्धिनी भगिनी प्रतिपादितवती अपि च सव्यसाची महोदय प्रतिपादितवान् तत्रापि समान अर्थम् अवगम्यते. द्वयोः पृथक्त्वम् एकस्य एकपृथक्त्वम् अपरस्य पृथक्त्वात् भिन्नः समुदायभेदेन. अत्रापि तदेव अर्थः अवगम्यते, परन्तु आश्रयभूतद्रव्य भेदेन. एकमेव पृथक्त्वम् अस्ति, रीतिद्वयं स्वीकृत्य अत्र प्रतिपादितम् अस्ति. आहत्य पृथक्त्वस्य अनेकावधिकत्वं तु अस्ति एव, न एकावधिकत्वं न निखिलावधिकत्वं. निखिलावधिकत्वं नास्ति किमर्थं चेत् स्वस्य अवयव अवधयः न सन्ति तस्मिन् पृथक्त्वे. पृथक्त्वाश्रय अवयवपरम्परायां परमाणुपर्यन्तं यानि यानि मूर्तद्रव्याणि सन्ति तेषाम् अवधिकत्वं पृथक्त्वे नास्ति. तेन किं सिद्ध्यति, तद्विहाय ये अवशिष्टाः पदार्थाः सन्ति तदवधिकत्वं तु पृथक्त्वे अस्ति एव, किन्तु निखिलावधिकत्वं नास्ति. कस्मात् इदानीमेव उक्तम्, आश्रय अवयव अवधिकत्व अभावात्. यदाश्रयभूतमस्ति तद् भूतद्रव्यस्य अवयवाः ये ये सन्ति परमाणुपर्यन्तं तेषाम् अवधयः पृथक्त्वे न सन्ति. समीचीनम् अस्तु, स्पष्टः खलु? रीतिद्वयम् अस्ति इति यथा भगिन्या उक्तम्, अन्य कोऽपि प्रयत्नं करोति वा? वाक्यद्वयं येन पृथक्त्वं विशिष्यते इति, लक्ष्मी भगिनी प्रयत्नं करोति वा? आं करोमि. यदि उदाहरणं स्वीकृत्य वदामि, घटः पटात् भिन्नः, घटः पटात् पृथक् इति वदनेन पट अवधिकत्वपृथक्त्वं घटे अस्ति. घटे घटपृथक्त्वे घटपृथक्त्वे घटं घट अवयव घट अवयव विहाय घटं घटमवय अवयव विहाय जगति यानि वस्तूनि सन्ति तत्तत् अवधिकत्वं घटपृथक्त्वे सन्ति. ये घटपृथक्त्वस्य अवधिसमुदायः अवधिसमुदाये सन्ति. प्रथमरीत्या घटपृथक्त्वे घटपृथक्त्वस्य अवधिसमुदाये के पदार्थाः सन्ति इति प्रथमरीत्या प्रथमरीतिः अस्ति. तत्र घटं विहाय घट अवयव विहाय सर्वपदार्थ अवधिकत्वम् अस्ति. अन्यप्रकारमस्ति भगिनी, पृथक्भेदः कथं स्थाप्यते? घटपृथक्त्वम् अपि च पटपृथक्त्वं तदपि स्वीकरोतु. अस्तु, सो इदानीं पटपृथक्त्वे पटं विहाय पटं च पटस्य अवयवाः विहाय जगति ये पदार्थाः सन्ति तत्तत् अवधिकत्वं पटपृथक्त्वे सन्ति. यदि यदि पटपृथक्त्वे पटं विहाय जगति सर्वाणि वस्तूनि पटावदायसमुदा अवधिसमुदाये सन्ति घटपृथक्त्वे घटं विहाय जगति यानि वस्तूनि सन्ति तत्र तदर्थं घटपृथक्त्वे अस्ति अतः अवधिसमुदायभेदेन घटपृथक्त्वं पटपृथक्त्वं विद्यते. तत्तु प्रथमया रीत्या. द्वितीया रीति का? द्वितीया रीत्या पृथक्त्वम् इति गुणः अस्ति. गुणः द्रव्यस्य गुणः घटपृथक् पटपृथक्त्वम् इति स्वीकृत्य वदतु भगिनि समान अस्तु. घटपृथक्त्वम् इति गुणः तत् आश्रयभूतद्रव्येण इत्युक्ते घटस्य घटपृथक्त्वस्य आश्रयः घटः एव पटपृथक्त्वस्य आश्रयः पटः एव. आश्रयभूतद्रव्येण पृथक्त्वम् इति गुणः अपरस्मात् अन्य पदार्थस्य पृथक्त्वात् भिद्यते. घटपृथक्त्वं घटेन भिद्यते, पटपृथक्त्वं पटेन भिद्यते. अतः आश्रयेण घटपृथक्त्वं पटपृथक्त्वात् भिद्यते. समीचीनम्. अस्तु अग्रे सरेम. सरला भगिनी. आं भगिनि, विभागस्य निखिल अवधिकत्वम् अस्ति वा? तस्य बोधा भगिनी पुनः कुर्मः वा? गतसप्ताहे एव कृतवन्तः. ओके, उन्नीयत अवधिकत्वं तस्मात् पठतु. नियता अवधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? तर्हि नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यताम्. यदि विषयकप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वं. पृथक्स्थले घटपटात् पृथक् इति कथनेन इति प्रत्ययः जायते. केवलं घटपृथक् इति कथनेन शब्दबोधः न जायते. घटः पृथक् तावत् एव उच्यते चेत् वयं किं पृच्छामः? कस्मात्? काचन आकाङ्क्षा अवशिष्यते. घटः पटात् पृथक् इति कथनेन एव शब्दबोधः जायते. एवं च यत्र यत्र पृथक्त्वविषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव. तदर्थम् उक्तं यत् पृथक्त्वं नियतावधिकम्. तर्हि इदं नियतावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः? यत्र नित्यावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति, अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति, कः सम्बन्धः इति चेत् तादृशं किमपि नास्ति एव. द्वयो न कोऽपि सम्बन्धः. अत्र चर्चा स्क्रीन् रिफ्रेश् कृतवती वा? इति चेत् तादृशं नास्ति, यद्यपि द्वयोः कश्चन सीमितसम्बन्धः इति अस्ति खलु. पठितं वा तत्र? द्रष्टुं शक्यते वा भवत्या? अवशिष्टः साधु एव, परन्तु अन्तिमवाक्यम् अन्तिमवाक्यम् इति चेत् तादृशं किमपि नास्ति एव द्वयोः न कोऽपि सम्बन्धः. तत्र किम् अस्ति इति चेत् किञ्चित् महोदयेन किञ्चित् योजितम् अस्ति अद्य एव यः इति चेत् तादृश किञ्चित् स्क्रीन् रिफ्रेश् करोतु भगिनि. पुनः रिफ्रेश् करोतु. इदानीं दृश्यते वा? नास्ति. इति चेत् तादृशं नास्ति, यद्यपि आम् चिन्ता मास्तु, तर्हि तर्हि नियतावधिकत्वम् इत्यस्मात् आरभ्य प्रतिपादयतु भगिनि. सरला भगिनि, आम् पुनः रिफ्रेश् कर. अस्तु अस्तु, दृश्यते वा? अस्तु, तर्हि नियतावधिकत्वं निखिलावधिकत्वं अत्र अत्र चेत् तादृशं नास्ति, यद्यपि द्वयो कश्चन सीमितसम्बन्धो वर्तते एव अध दत्ताः. अहम् अद्य पूर्वदिवस्य चिन्ता मास्तु. ओके, नियतावधिकत्वं निखिलावधिकम् अनयोगः सम्बन्धः. वयं जानीमः नियतावधिकत्वं किम् अस्ति. यद्य उदाहरणरीत्या यदि अहं वदामः घटपृथक्, तस्य कः अर्थं मनसि न भवति. एतत् साकाङ्क्षा उद्यते घट कस्मात् पृथक्, तस्य प्रतीतिः पूर्तीकरणार्थं वयं वदामः घट पटात् पृथक् किमपि पदार्थम् उपयुज्य तस्मात् पृथक् वदामः. यदि वयं वदामः घटपटात् पृथक्, पट अवधि भवति. सो अवधिकत्वं नियमेन भासते. एतत् एतत् शब्द उपयुज्य एतत् वाक्यं घटपटात् पृथक् अधिनियमेन अस्ति. यदि अधिनियमेन अस्ति, तत् नियतावधिकत्वं पृथक्त्वे अस्ति. सो अवधिक घटपटात् पृथक् पटावधिकपृथक्त्वं घटे अस्ति, तत् अवधिकत्वं नियतावधिकत्वं भवति. तर्हि पृथक्त्वे निखिलावधिकत्वम् अस्ति वा? पृथक्त्वे निखिलावधिकत्वं नास्ति. तस् वयं पूर्वं दृष्टवन्तः पृथक्त्वे पृथक्त्वे तस्य पृथक्त्वे आश्रयभूतद्रव्येण यत् अस्ति तस्य अवयवः नास्ति. तत् कारणं पृथक्त्वे निखिलावधिकत्वं नास्ति. नियतावधिकत्वम् अस्ति, किन्तु निखिलावधिकत्वं नास्ति. तर्हि अत्र यत्र निखिल यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं वा विपरीतरीत्या? विपरीतत्वं तत्र नियतावधिकत्वम् इति वक्तुं शक्नुमः वा? एतत् न वक्तुं शक्नुमः. यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति. वयं पृथक्त्वे स्थले भेदस्थले नियतावधिकत्वम् अस्ति, किन्तु निखिलावधिकत्वं नास्ति. यदि नियतावधिकत्वम् अस्ति तत्र किं भगिनि? पृथक्त्वस्थले तु नास्ति, परन्तु भेदस्थले निखिलावधिकत्वम् अस्ति वा? भेदस्थले निखिलावधिकत्वं न, भेदस्य अनेकावधिकत्वम् अस्ति, किन्तु निखिलावधिकत्वं नास्ति. किमर्थं भेदस्थले? घट घटपटात् भिन्न अस्ति. अन्तर्भूताः न वा तस्मिन् भेदे? तस्य भेदे घट तस्य आश्रय अस्ति भेदस्य. घटः कपालात् भिन्नः वा? घटः कपालात् भिन्न न न भिन्नः वा? आम् आम् पृथक् स्थले भिन्नदेशे वर्तते, अत्र एतत् नास्ति. कस्य सूचनं भवति भेदे? भेदेन अन्योन्यभावः खलु. आम् हा, तर्हि भेदस्थले यद्यपि भेदस्थले अभावः अस्ति. हा, तर्हि भेदस्थले प्रत्येकः पदार्थः अन्यस्मात् भिन्नः एव. निखिलावधिकत्वम् अस्ति भेदस्थले तत्र. अस्तु, केवलं पृथक्त्वस्य विषये अत्र दीयते अस्मिन् परिच्छेदे. तर्हि सम्बन्धः अस्ति वा इति अन्तिमं वाक्यम् अस्ति, सीमितसम्बन्धः अस्ति इति दीयते खलु. इत्युक्ते इत्युक्ते नियतावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति. एतत् सीमितम् आश्रयभूत अस्ति पृथक्त्वं. सीमितसम्बन्धः इत्युक्ते तत्र किञ्चित् सीमया कश्चन सम्बन्धः अस्ति. सर्वदा नियमेन वयं वक्तुं न शक्नुमः यत् यत्र नियतावधिकत्वं तत्र निखिलावधिकत्वम् अस्ति इति, परन्तु केचन सन्दर्भेषु तादृशं दृश्यते. वयं पश्यामः प्रत्येकं स्थलं स्वीकृत्य प्रत्येकं सन्दर्भं स्वीकृत्य पश्यामः. अस्तु, अग्रे सभ्यसाची महोदय. आं भगिनि, नियतावधिकत्वं निखिलावधिकत्वम् अनयोः परस्परं कः सम्बन्धः इति अवलोकयाम. नियतावधिकत्वम् इत्यनेन यत्र यत्र कस्यचित् विषयस्य प्रतीतिः जायते तत्र तत्र तस्यां प्रतीतौ अवधिः नियमेन भवति. सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति. यत्र भवति तत्र अवधिः तस्यां प्रतीतौ अवश्यम् अस्ति. यत्र च तद्विषयकप्रतीतिः न जायते तत्र अवधिः भवति न वा इति प्रश्नः तु न उदेति. किन्तु निखिलावधिकत्वम् इत्युक्ते तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव, जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति. अस्तु, इदानीम् अत्र पश्यामः नियतावधिकत्वम् एवं निखिलावधिकत्वम् अनयोः परस्परकः सम्बन्धः इति पश्यामः. तर्हि नियतावधिकत्वम् इत्युक्ते यत्र प्रतीतौ अवधिः भासते, इत्युक्ते भिन्नस्थले एवं पृथक्त्वं स्थले तत्र अवधिः भासते. तर्हि तत्र नियतावधिकत्वम् अस्ति, परन्तु संयोगः एवं विभागस्थले तत्र अवधिः न भासते. तत्र नियतावधिकत्वं तत्र नास्ति. तर्हि यत्र यत्र प्रतीतौ अवधिः नियमेन भवति, इत्युक्ते भिन्नस्थले एवं पृथक्त्वस्थले. सर्वत्र तद्विषयकप्रतीतिः भवति इति नास्ति, इत्युक्ते अस्माकं संयोगस्थले अथवा विभागस्थले तथा नास्ति. तत्र न भवति. तर्हि यत्र भवति तत्र अवधिः तस्यां प्रतीतौ अवश्यम् अस्ति, इत्युक्ते तत्र नियतावधिकत्वम् अस्ति. तत्र स्वाभाविक इति वदतु महोदय. तत्र स्वाभावेन नियमेन न भवति इति. आमामामामाम् अत्र च तद्विषयकप्रतीतिः न जायते, तत्र अवधिः भवति न वा इति प्रश्नः तु न उदेति. इत्युक्ते अत्र संयोगस्थले अथवा विभागस्थले इत्युक्ते स्वभावेन न वर्तते अवधिः. तर्हि अत्र निखिल अवधिकत्वम् इत्युक्ते तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव, जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति. इत्युक्ते अहं चिन्तयामि अत्र यत्र नियतावधिकत्वं भवति तत्र निखिलावधिकत्वं भवितुम् अर्हति, परन्तु सर्वदा तथा नास्ति. इत्युक्ते भेदस्थले नियतावधिकत्वम् अस्ति, निखिलावधिकत्वम् अपि अस्ति, किन्तु पृथक्त्वं स्थले नियतावधिकत्वं तु अस्ति परन्तु निखिलावधिकत्वं नास्ति. समीचीनमेव. अस्तु, अग्रे सन्ध्या भगिनि. अस्य सर्वस्य भगिनि प्रश्नः अस्ति वा? आम्, अन्तिम वाक्यस्य अवगमनं समीचीनं न अभवत् मम कृते. पुनः कोऽपि वक्तुं शक्नोति वा? सर्वत्र भवति एव. अन्तिमं वाक्यं पठतु कृपया. अस्तु, किन्तु निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव, जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति. इत्युक्ते निखिलावधिकत्वम् इत्युक्ते तद्विषयकप्रतीतिः, तद्विषयकप्रतीतिः इत्युक्ते तस्य अवधिः कः, अवधिकत्वम् अवधेः ज्ञानं सर्वत्र भवति खलु. निखिलावधिकत्वम् इत्युक्ते जगति पूर्वं पृथक्त्वविषये दृष्टवन्तः, घटं स्वीकुर्मः चेत् घटं विहाय जगति यानि वस्तूनि सन्ति तत्तत् अवधिकत्वं घटपृथक्त्वे अस्ति. निखिलावधिकत्वे जगति सर्वत्र भवति एव. निखिलावधिकत्वं यत्र अस्ति प्रथमतया तत्र अवधिः भवेत्, कोऽपि अवधिः भवेत्. अन्यच्च निखिलावधिकत्वविषये केवलम् एकः अवधिः न, सकलावधिकत्वम् अस्ति तस्मिन् पदार्थे इति. स्वस्मिन्नपि स्वस्मिन् प्रायः न, घटः घटात् भेदः, घटः घटात् भिन्नः वा घटः घटात् पृथक् इति न वक्तुं शक्नुमः. परन्तु यः अवधिः अस्ति स च अवधिः भिन्नेषु पदार्थेषु वर्तते. जगति ये सन्ति तेषु पदार्थेषु पृथक्त्वस्य अवधिकत्वम् अस्ति इति, पृथक्त्वस्य वा भेदस्य अवधिकत्वम् अस्ति इति. परन्तु वयं जानीमः पृथक्त्वविषये तु निखिलावधिकत्वं नास्ति. परन्तु सामान्यतया निखिलावधिकत्वस्य चर्चा यदा भवति तत्र कोऽपि अवधिः भवेत् एव खलु. तदेव केवलम् अत्र विशिष्टरूपेण या प्रतीतिः अस्ति निखिलावधिकत्वम् अस्ति इति चेत् तत्र तासु प्रतीतिषु अवधिः सर्वदा भवति इत्येव विषयः. अस्तु अस्तु. आम् आम्, इदानीं स्पष्टं खलु? आम् आम् आम्. अग्रे सन्ध्या भगिनी खलु? आं भगिनि. अस्य सर्वस्य स्फुरति. यस्य नियतावधिकत्वं नास्ति तस्य निखिलावधिकत्वं तु न सम्भवति एव. यस्य च नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वसम्भावना वर्तते. अधुना नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात्, तत्र पर्यन्तं किन्तु नितरां न भवति. तर्हि यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम् इत्यादिकं किमपि नास्ति. तर्हि अत्र नियतावधिकत्वं निखिलावधिकत्वं च अनयोः द्वयोः तत्र सीमितसम्बन्धः अस्ति इति लिखितमस्ति. तत् किमस्ति इत्युक्ते यदि नियतावधिकत्वं नास्ति कस्यापि तर्हि तस्य तु निखिलावधिकत्वं न भवितुम् अर्हति एव. अपि च किं भगिनि उदाहरणं नास्ति कुत्र इत्युक्ते यदि संयोगः वा विभागः इति स्वीकुर्मः तत्र नियतावधिकत्वं नास्ति संयोगे वा विभागे, अतः तस्य निखिलावधिकत्वम् अपि भवितुं न शक्यते. तस्य वार्ता एव नास्ति तत्र. यस्य च नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वसम्भावना अस्ति. तर्हि तदेव अस्ति, नियतावधिकत्वं नास्ति चेत् निखिलावधिकत्वं न भवितुम् अर्हति. अपि च नियतावधिकत्वम् अस्ति चेत् एव निखिलावधिकत्वं भवितुम् अर्हति. इत्युक्ते पृथक्त्वं वा भेदः इति स्वीकुर्मश्चेत् तत्र नियतावधिकत्वम् इति अस्ति, सावधिकः पदार्थः अस्ति इति कृत्वा तत्रैव निखिलावधिकत्वं भवितुम् अर्हति. परन्तु कुत्र अस्ति तत्र पृथक्त्वे नास्ति, परन्तु भेदे भेदे अस्ति इति वा? आम् आम् अस्तु, भेदे तु इदानीं चर्चा न जाता, परन्तु अवश्यं पृथक्त्वे नास्ति निखिलावधिकत्वम् अस्तु. अधुना नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इति किमपि नास्ति. इत्युक्ते नियतावधिकत्वं भवितुम् अर्हति, परन्तु यत्र यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वमपि अस्ति इति किमपि नास्ति. नियतावधिकत्वं भवितुम् अर्हति, परन्तु निखिलावधिकत्वं न भवितुम् अर्हति. इत्युक्ते नियतावधिकत्वं नास्ति चेत् निखिलावधिकत्वं नास्ति, परन्तु नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अस्ति एव इति किमपि नास्ति. समीचीनमेव. तर्हि यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम् इति किमपि नास्ति. तर्हि तदेव तदेव अस्ति, यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम्. तत् किमर्थमस्ति तत्र निखिलावधिकत्वं यस्य अस्ति यस्य निखिलावधिकत्वं तस्य न नियता तत् तस्य तत् सम्भवति एव न, तत् न भवितुम् अर्हति खलु. केवलं विपरीतरीत्या कोऽपि पृच्छति चेत् निखिलावधिकत्वम् अस्ति चेत् नियतावधिकत्वं अस्ति वा न इति प्रश्न अस्ति चेत् तादृशसम्बन्धः एव न जायते खलु. तद् भवितुमेव न यत्र वयम् अस्माकं प्रथमं वाक्यं किं, यत्र नियतावधिकत्वं तत्र निखिलावधिकत्वं भवितुम् अर्हति, सर्वदा न परन्तु केचन सन्दर्भेषु भवितुम् अर्हति. परन्तु यत्र निखिलावधिकत्वं नास्ति तर्हि नियतावधिकत्वम् अस्ति वा न इति प्रश्नः एव न उदेति खलु. अत्र वाक्यं किञ्चित् भिन्नमस्ति किल. तर्हि यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम् इत्यादिकं किमपि नास्ति इत्युक्ते तत्र निखिलावधिकत्वं इत्युक्ते यत्र पूर्वम् उक्तवन्तः नियतावधिकत्वं नास्ति चेत् निखिलावधिकत्वं नास्ति, अपि च नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि तत्र भवेत् एव इति किमपि नास्ति. परन्तु तत्र विपरीतदिशि इति वदामः वा इति प्रश्नः किल अग्रे. तत्र निखिलावधिकत्वं यदि अस्ति तर्हि तत्र नियतावधिकत्वम् अपि भवितुम् अर्हति वा? अत्र किञ्चित् मम कृते स्पष्टता नास्ति. न, तत्र केवलम् अस्ति वाक्यम् अस्ति यत्र निखिलावधिकत्वम् अस्ति नियतावधिकत्वम् अस्ति वा न इति तादृशसम्बन्धः एव न स्थापयितुं शक्नुमः. वाक्यस्य किम् अस्ति बोधः एव साधु न मम तदेव, तत्र तादृशसम्बन्धः एव नास्ति इति एव. विपरीतरीत्या किमपि न वक्तुं शक्नुमः तादृशं, तदेव. अस्तु, अन्तिमं परिच्छेदं लक्ष्मी भगिनी पठतु कृपया. पूर्वं च उक्तं यत् पृथक्त्वं नियतावधिकम्. अधुना उच्यते यत् पृथक्त्वम् अनेकावधिकम्. यः सीमितसम्बन्धः नियतावधिकत्वनिखिलावधिकत्वयोः अस्ति तादृश किन्तु नियतावधिकत्व अनेकावधिकत्वयोः न भवति. एकस्य अर्थः अपरस्मात् नितरां भिन्नः. पृथक्त्वस्य संयोगस्य च दृष्टान्तं परिशील्य पाठकेन प्रतिपादनीयम्. अस्तु भगिनी, प्रत्येकं स्थलं प्रत्येकं सन्दर्भं स्वीकृत्य वदतु तत्र नियतावधिकत्वम् अस्ति वा निखिलावधिकत्वम् अस्ति वा पुनः अनेकावधिकत्वम् अस्ति वा इति पृथक्त्वम् आरभ्य. अस्तु, पृथक्त्वं यदि घटः पटात् पृथक् इति वदनेन तत्र केवलं नियतावधिकः अवधिकं वा न इति वदतु, तादृशम् उदाहरणस्य आवश्यकता न. क्षम्यतां भगिनि, पृथक्त्वे नियतावधिकत्वम् अस्ति वा? पृथक्त्वे नियतावधिकम् अस्ति, किमर्थं चेत् वाक्यस्य वदनेन कः अवधिः कः कुत्र अवधिकत्वम् इति भासते. अतः पृथक्त्वे नियतावधिकम् अवधिकम् अस्ति. निखिलावधिकत्वम् अस्ति वा? निखिलावधिकत्वं नास्ति. अनेकावधिकत्वम् अस्ति वा? अनेकावधिकत्वम् अस्ति. तर्हि संयोगस्थले नियतावधिकत्वं नास्ति. किमर्थं चेत् तत्र यदि हस्तपुस्तकः संयोगः इति वदामः चेत् तत्र तस्मात् न भासते. अतः अवधिः कः अवधिकत्वं कः कुत्र न भासते. अतः नियमेन वाक्यम् अन्य रीत्या वक्तव्येन एव तद् भासते. पुस्तावधिकः संयोगः हस्ते इति, अतः तत्र नियतावधिकत्वं नास्ति संयोगस्थले. निखिलावधिकत्वम् अस्ति वा? न, निखिलावधिकत्वं नास्ति. यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वमपि नास्ति. तर्हि अनेकावधिकत्वम् अस्ति वा? अनेकावधिकत्वमपि नास्ति तत्र. संयोगस्थले अनेकावधिकत्वं नास्ति. किमर्थम् इत्युक्ते तत्र सर्वदा प्रत्यस्मिन् सन्दर्भे पदा द्रव्यद्वयोः मध्ये एव संयोगः भवति. अतः जगति अन्यपदार्थः ये सन्ति ते अधुना संयोगः अस्ति वा इति न तत्र यथा महोदयेन उक्तं हस्तपुस्तकयोः संयोगः इति, अहं हस्तावधिकसंयोगः पुस्तके इति स्वीकृतं चेत् तत्तु एकविधः संयोगः, परन्तु पुस्तावधि किं फलावधिकसंयोगः पुस्तके वा पठावधिकसंयोगः पुस्तके, तत् तत् सर्वं भवितुम् अर्हति खलु? किन्तु युगपत् न, युगपत् अपि भवितुम् अर्हति. उत्पीठिकायां पुस्तकमपि स्थाप्यते, पुनः लेखनी अपि उत्पीठिकायां. तर्हि संयोगे अनेकावधिकत्वं भवितुम् अर्हति. तर्हि विभागः अपि संयोगस्य नाशगुणः, अतः तत्र नियतावधिकत्वं नास्ति, निखिल अवधिकत्वम् अपि नास्ति, परन्तु अनेकावधिकत्वम् अस्ति. अतः स्थले अनेकावधिकत्वं नास्ति, एकावधिकत्वम् अस्ति किल? विभागस्थले, विभागस्थले यत्र संयोगस्य नाशः भवति तत्र विभागः जायते. तर्हि द्रव्यस्य विभागस्य अधिकरणमेव स्वीकुर्मः तत्रापि, विभागस्य अपि आम् एकावधिकत्वम् अस्ति तत्र. मम मनसि भगिनी, यैः संयोगः भवितुम् अर्हति ते सर्वे अवधयः भवन्ति खलु संयोगस्थले? समीचीनं, संयोगस्थले अनेकावधिकत्वं, परन्तु परन्तु यत्र विभागस्य उदाहरणे तत्र दत्तम् आसीत्, अहं न जानामि कुत्र अस्ति इदानीं, परन्तु यत्र संयोगस्य अधिकरणं स्वीकुर्मः तस्य एव विभागः जायते, तदर्थम् एकावधिकत्वम् अस्ति विभागस्थले इति मम मनसि अस्ति. इदानीं मम सङ्गणकं किञ्चित् क्लेशाय अहं न द्रष्टुं शक्नोमि. पूर्वस्मिन् तत्र यत्र संयोगनाशः इति अस्ति, पूर्वस्मिन् विभागे संयोगनाशगुणः गुणो विभागः, संयोगस्य नाशेन एव विभागः जायते इति. संयोग इति अस्ति, परन्तु सम्यक्तया तस्य चर्चा न जाता खलु? परन्तु पश्यतु, अनन्तरं पश्यतु, इदानीं स्थलं प्राप्तम्, अतः विभागेन दश्यः यः संयोगः स च संयोगाश्रय अवधिकत्वमेव विभागस्य अपि भवति, न तु तदतिरिक्तविभागत्वं, न तु तद अतिरिक्त अवधिकत्वम्. अत्र विभागस्थले यत् सूचनीयम् आसीत् तदुक्तम् अधुना अस्तु, परन्तु अत्र अहं चिन्तयामि यद् लिखितमस्ति तस्य आशयः अस्ति यत् विभागः तु एकावधिकम् इति. वयं महोदयं पृच्छामः, परन्तु मम मनसि यत् अस्ति, अहं वदामि हस्तपुस्तकयोः संयोगः वा हस्तावधिकसंयोगः पुस्तके, तत्र हस्तः अवधिः, तर्हि विभागः अस्ति चेत् तत्र तदेव अवधिः एव भवति विभागस्य अपि. परन्तु किं फलावधिक संयोग अपि हस्ते अस्ति, सो फला अवधिक वियोग अपि हस्ते अस्ति, सो विभाग अपि अनेकावधिकं भवितुं शक्नोति. प्रायः भवती वदति सत्यमेव, प्रायः अस्तु. यस्य यस्य संयोगस्य आश्रयः अस्ति तस् अपि वियोग विभागस्य आश्रयः अपि अस्ति भवितुम् अर्हति इति अहं मन्ये भवति ते अवधयः एव विभागस्य अपि सन्ति खलु विभागस्य समान आश्रयः भवति अतः ते सर्वे ये ये संयोगस्य अवधयः ते सर्वे विभागस्य अवधयः अपि स्युः तर्हि अनेकावधयः अस्तु तर्हि स्पष्टं खलु एतयोः सम्बन्धः नियतावधिकत्वं निखिलावधिकत्वम् अनेकावधिकत्वम् एतयोः एतेषु सम्बन्धः कः इति सर्वं स्पष्टं वा प्रश्नः अस्ति वा भगिनी शीघ्रमेव वदामि एकमेव प्रश्नः अस्ति एकावधिकं वा एकनिमिष सव्यसाची महोदय प्रथमं वदतु कृपया आमां तर्हि अस्माकं विषयः अस्ति अनेकावधिकत्वं कुत्र अस्ति एवं नियतावधिकत्वं कुत्र अस्ति निखिलावधिकत्वं कुत्र अस्ति तर्हि सोपानेन वदामि यत्र भिन्नविषयः भेदविषयः अस्ति तत्र अनेकावधिकत्वम् अस्ति नियतावधिकत्वम् अस्ति निखिलावधिकत्वमपि अस्ति पृथक्त्वं स्थले अनेकावधिकत्वम् अस्ति नियतावधिकत्वम् अस्ति परन्तु निखिलावधिकत्वं नास्ति संयोग एवं विभागस्थले अनेकावधिकत्वम् अस्ति नियतावधिकत्वं नास्ति एवं निखिलावधिकत्वमपि नास्ति एवं सत्यं वा सत्यं सत्यं समीचीनमेव लक्ष्मी भगिनी प्रश्नः आसीत् वा प्रश्नः नास्ति भगिनि यदा सावित्री भगिनी इदानीम् उक्तवती किल तदेव प्रश्नः तत्तु महोदयमेव प्रष्टव्यं खलु हा पुनः वयं पृच्छामः महोदयं तत्तु स्पष्टतया प्रायः चर्चिष्यामः वर्गे एव अस्तु अस्तु तर्हि विरमामः वा धन्यवादः धन्यवादः नमस्कारः धन्यवादः